नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्याय्यां सूत्राणां बलाबलम् इति विषयः अस्ति. नूतनपाठः अस्ति अद्य. अयं पाठः बहु मुख्यः अस्ति. अस्माकं व्याकरण अध्ययने अयं पाठः बहु मुख्यः अस्ति. तस्य प्रयोगः बहुत्र भवति. अस्माकं प्रक्रियाकाले बहुत्र बलाबलचिन्तनं भवति. तर्हि इदानीं किञ्चिदेव तत्र चिन्तनं कुर्मः. अस्माकम् अवगमने इदानीं तत्र किञ्चित् कालात् वयं व्याकरणस्य अध्ययनं कुर्वन्तः स्मः. तर्हि अस्माकं मनसि बलाबलचिन्तनम् इत्युक्ते किं किम् अस्ति? अस्माकं मनसि बलाबलम् इत्युक्ते किमस्ति? कोऽपि वदति वा? द्वयोः पुत्रयोः मध्ये यदा युद्धः भवति तत्समये कः किं न एकक्षणं विजयलक्ष्मीभगिनी वदतु. न विजयलक्ष्मीभगिनी वदतु. द्वयोः सूत्रयोः मध्ये द्वन्द्वः यदा भवति तत्समये बलाबलस्य चिन्तनं भवति. कस्य सूत्रस्य कार्यं कार्यस्य प्रवृत्तिः भवति, कस्य न भवति इति चिन्तनमेव बलाबलस्य चिन्तनम्. बहु समीचीनं भगिनि. इत्युक्ते अत्र एकस्मिन्नेव सोपाने सूत्रद्वयम् आगच्छति कार्यं कर्तुं. तदानीं तयोः मध्ये सङ्घर्षः भवति. तादृशसङ्घर्षस्य बलाबलचिन्तनम् इति नाम अस्ति. अस्तु, राजी भगिनी किं वक्तुमिच्छति? एकस्मिन् समये एव बहूनि सूत्राणि आगच्छति. तत्समये किं सूत्रम् उपयोगं करणीयम् इति चिन्तनीयं. तदेव बलाबलम् इति वयं वदामः. समीचीनं. बहूना सूत्राणां प्रसक्तिः यदा अस्ति तदा किं सूत्रं कस्य अधिकारे अस्ति इति चिन्तयित्वा कस्य कस्य बलाबलम् अस्ति इति चिन्तनीयम्. बहूनां सूत्राणां प्रसक्तिः निर्णयं करणीयं भगिनि. एकक्षणं, मम प्रश्नः अस्ति, बहूनां सूत्राणां प्रसक्तिः कुत्र? एकस्मिन् स्थले एव अस्ति चेत्. एकस्मिन् स्थले एकस्मिन् स्थले यदा एकस्य स्थाने किमपि कार्यम् अथवा एकस्य वर्णस्य स्थाने किमपि कार्यम् अथवा एकस्य पदस्य स्थाने किमपि कार्यं तर्हि एकस्मिन् स्थले युगपत् सूत्राणां प्रसक्तिः अस्ति चेत् तदानीं तत्र बलाबलं तस्य सूत्रस्य उपयोगं करणीयम् इति चिन्तनीयम्. अधिकारस्य कस्य अधिकारे सूत्रमस्ति इति अपि चिन्तनीयं किल. समीचीनं. कस्मिन् अधिकारे क्षम्यतां, सत्यं. समीचीनम्. इदानीं समीचीनम्, एतावत् यदुक्तं तत्सर्वं समीचीनं. तर्हि बलाबलम् इत्यस्य कः अर्थः? अबलम् इत्यस्य कीदृशसमासः? नै अस्ति. धर्मः अधर्मः इति एवमेव बलम् अबलं. यस्य बलमस्ति यस्य बलं नास्ति. यस्य बलमस्ति तस्य कार्यं भवति, यस्य बलं नास्ति तस्य कार्यं न भवति. तर्हि एतावता यत्किमपि अधीतम् अस्माकं मनसि यदा सूत्रयोः सङ्घर्षः भवति, यदा बलाबलचिन्तनं भवति, तदानीं तत्र किं वयं कुर्मः? एतावता किम् अधीतं? तस्मिन् विषये किमपि अधीतं वा? कः सूत्रं? विमला भगिनी वदतु, किञ्चित् उच्चैः वदतु. यदि सूत्रद्वयम् आगच्छतः एकस्मिन् स्थले एकस्मिन् समये, तदा चिन्तनीयं यत् किं सूत्रम् अत्र कार्यं कर्तुं शक्तः अस्ति इति. यदि तदेव तदुक्तं तदुक्तं किं सूत्रं कार्यं कर्तुम् अर्हति इति तु इति उक्तं समीचीनं. परन्तु तत्र ततः अग्रे किं तत्र तस्मिन् सन्दर्भे कीदृशचिन्तनस्य आवश्यकता अस्ति, तस्मिन् विषये किमपि अधीतं वा? अत्र विप्रतिषेधे परं कार्यं पूर्वप्रसिद्धम् इति सूत्राणि सन्ति, तेषां सहायेन वयम् अवगन्तुं शक्नुमः किं सूत्रं कुत्र कार्यं करोति, किमर्थं न कार्यं करोति, एतानि वयम् अवगच्छामः सूत्रस्य सहायेन अवगच्छामः. हा, बहु समीचीनं. तर्हि अत्र भगिनी उक्तवती, एकम् उक्तवती विप्रतिषेधे परं कार्यम् इति एकं सूत्रमस्ति. तत् पूर्वं पठितं वा न वा इति न स्मरामि, परन्तु प्रायः चर्चितम् इति चिन्तयामि. तर्हि विप्रतिषेधे परं कार्यम् इति एकं सूत्रमस्ति, तस्य अर्थः कः इति पश्यामः. अनन्तरं पूर्वत्र सिद्धम् इत्यपि एकं सूत्रमस्ति इति एकः वस्तुतः अधिकारः अस्ति, तदपि किञ्चित् चर्चितं पूर्वम् इति मन्ये, तस्मिन् विषये अपि अधुना पठामः. अत्र पाठस्य आरम्भात् प्राक् एकं वक्तुमिच्छामि, अत्र अस्मिन् पाठे बहु किमपि चर्चयामः, अतः भीतिः मास्तु. एतस्य पाठस्य प्रयोगः अस्माकं प्रक्रियाकाले भविष्यति, परन्तु पाठस्य अवगमनसमये क्लेशः अस्ति चेत् वक्तव्यं, परन्तु भीतिः मास्ति. मम पूर्व यदा पूर्वम् एतस्य पाठः जातः तदानीं बहवः जनाः पीतवन्तः, ओ अत्र बहु किमपि अस्ति इति, तथा किमपि नास्ति. अत्र पश्यामः एकवारम्, अत्र थियरिटिकल् अस्ति परन्तु प्राक्टिकल् अप्लिकेशन् अग्रे भविष्यति. अत्र एव वयं कानिचन उदाहरणानि अपि स्वीकर्तुं शक्नुमः, भवन्तः अपि चिन्तयन्तु, तत्र सरल उदाहरणानि सन्ति चेत् भवन्तः अपि आनयितुम् अर्हन्ति. भगिनी, उत्सर्ग अपवादस्य अपि चिन्तनं भवति खलु अत्र? हा, समीचीनम्. उत्सर्ग अपवादस्य चिन्तनं भवति. किम् अस्ति उत्सर्गसूत्रम् इत्युक्ते जनरल् सूत्रं किम् अस्ति, तस्य अपवादः कः इत्यपि चिन्तनं भवति. तर्हि तत्र सूत्रद्वयम् अस्ति चेत् कुत्रचित् परसूत्रस्य कार्यं भवति, सूत्रद्वयम् अस्ति चेत् कुत्रचित् अपवादसूत्रस्य कार्यं भवति, एक्सेप्शन् इति सूत्रस्य कार्यं भवति. जनरल् एक्सेप्शन् इति सर्वत्र अस्ति अष्टाध्यायं, तर्हि एक्सेप्शन् अस्ति वा इति द्रष्टव्यम्. अपि च पूर्वत्र सिद्धम् इति अधिकारः अस्ति, तत्र किम् अस्ति इति इदानीं तत्र पूर्वपरसम्बन्धः, तदनन्तरम् उत्सर्ग अपवादसम्बन्धः, अनन्तरं पूर्वत्र सिद्धम् इति अधिकारः इति तत्र एतावता ज्ञातम्. वदतु पुनः. लब्धावकाशः इति च किञ्चित् आगतं, चर्चां कृतवन्तः. हा, अन्यत्र अन्यत्र लब्धावकाशः इति अपि एकः अस्ति, तस्मिन् विषये अपि पठामः. लब्धावकाशः विरोधः अपि अस्ति किल? हा, तदेव अन्यत्र अन्यत्र लब्धावकाशः, तदेव तुल्यबलविरोधः. एयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, तयोः तुल्यबलविरोधः अस्ति इति अपि अस्ति, तदपि पठामः अस्मिन् पाठे. अस्तु, अन्यत् किमपि अस्ति वा अत्र बलाबलचिन्तने? हा, प्रथमतया तत्र किं वक्तव्यम् इति चेत् अष्टाध्यायी इति भागद्वये विभक्तमस्ति. अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तमस्ति. तर्हि सूत्राणि प्रथमभागे तत्र सपादसप्ताध्यायी इति वदामः, सपादसप्ताध्यायी इत्यस्य क्षेत्रमस्ति. प्रथमाध्यायात् आरभ्य अष्टमाध्यायस्य प्रथमपादपर्यन्तं, फ्रम् द बिगिनिङ्ग् टिल् एय्त् चाप्टर् फस्ट् पाद सपादसप्ताध्यायी. तदनन्तरम् अवशिष्टः भागाः त्रिपादी इति वदामः, अष्टमाध्यायस्य द्वितीयपादः, तृतीयपादः, चतुर्थपादः. एय्त् चाप्टर् सेकेण्ड् पाद, तर्ड् पाद, फोर्त् पाद, त्रयाणां तत्र त्रिपादी इति वदामः, इति भागद्वये विभक्तः. अतः पृथक् पृथक् ग्रन्थः इति एव वयं स्वीकर्तुं शक्नुमः. सपादसप्ताध्यायी इति एकः ग्रन्थः, त्रिपादी इति एकः ग्रन्थः, द्वयोः मेलनं कृत्वा अत्र अष्टाध्यायी इति अस्ति. तर्हि तत्र सपादसप्ताध्यायाम् अस्ति वा सूत्राणि, यदा सङ्घर्षः भवति सूत्रयोः मध्ये सङ्घर्षः, तानि सूत्राणि कुत्र सन्ति, कस्मिन् ग्रन्थे सन्ति, सपादसप्ताध्यायां सन्ति वा त्रिपाद्यां सन्ति वा इति अपि द्रष्टव्यं. यतोहि तत्र नियमः भिन्नः भवति. सपादसप्ताध्यायाम् अस्ति चेत् नियमः भिन्नः भवितुम् अर्हति. तत्र किं सूत्रं कार्यं कुर्यात् इत्यस्मिन् विषये नियमः भिन्नः भवितुमर्हति. त्रिपाद्याम् अस्ति चेत् नियमः भिन्नः भवितुम् अर्हति. तस्मिन् विषये अपि वयं पठामः. अतः अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तः इत्यपि स्मर्तव्यं सदा. यदा वयं बलाबलचिन्तनं कुर्मः तदानीं कुत्र अस्ति सूत्रम् इत्यपि, सूत्रसङ्ख्या का इत्यपि द्रष्टव्यं. कुत्र सूत्रसङ्ख्यायाः महत्त्वं नास्ति इति अपि वयं चर्चयामः अग्रे. अस्तु, अन्यत् किमपि अस्ति वा? पूर्वत्रासिद्धम् इति भागे शास्त्रासिद्धं कार्यसिद्धम् इति द्वौ भागद्वयमपि अस्ति. तदपि पश्यामः. पूर्वत्रासिद्धम् इत्यस्य इतोपि विवरणम् अस्ति, तदपि पश्यामः. शास्त्रासिद्धं कार्यासिद्धं कीदृशासिद्धं, पूर्वत्र असिद्धम् इत्यस्ति खलु, कीदृशासिद्धत्वम् इत्यपि पश्यामः. इति एतत् सर्वम् अस्माकं दृष्टिपथे आगच्छति अस्मिन् पाठे. निरवकाशत्वमपि, निरवकाशत्वमेव अपवादत्वम्. अपवादस्य लक्षणं निरवकाशत्वं. तर्हि उत्सर्ग अपवादसूत्रयोः मध्ये यदा चिन्तनं भवति तदानीं कस्य सूत्रस्य निरवकाशत्वम् अस्ति इति अपि द्रष्टव्यं. किं सूत्रं व्यर्थं जायते अत्र कार्यं न करोति चेत् इति अपि द्रष्टव्यम्. अस्तु, उत्सर्ग इत्युक्ते जनरल् अस्ति, जनरल् सूत्रम् इत्युक्ते यथा लोके वयं वदामः खलु, किमपि जनरल् अस्ति किमपि एक्सेप्शन् इति वदामः खलु, एवमेव जनरल् सूत्रम् इत्यस्य कार्यक्षेत्रं बृहत् भवति, तस्य कार्यं बहुत्र भवति. उत्सर्गः इत्युक्ते तस्य एक्सेप्शन् इति किमपि अस्ति चेत् तत्र एक्सेप्शन् इति वदामः. तस्यापि उदाहरणानि पश्यामः. जनरल् उत्सर्ग अपवादयोः अपि उदाहरणानि पश्यामः. अस्तु, लघुक्षेत्रं भगिनि किं लघुक्षेत्रम्? हा, अपवादस्य सामान्यतया क्षेत्रं किञ्चित् लघु लघु भवति. इत्युक्ते तत्र स्पेसिफिक् बहु स्पेसिफिक् भवति, तत्र एव कार्यं करोति, अन्यत्र कुत्रापि तस्य कार्यं नास्ति. इदानीम् अहं वदामि चेत् कस्यचित् धातोः स्थाने किमपि कार्यम् इति वदामि चेत् तत्र एव कार्यं करोति, अन्यत्र कुत्रापि तस्य कार्यं नास्ति. एतादृशसन्दर्भेषु तत्र बहु स्पेसिफिक् अस्ति, तत्र सूत्रद्वयस्य प्रसक्तिः अस्ति चेत् चिन्तनीयं भवति अपवादः अस्ति वा न वा इति, निरवकाशत्वं भवति वा न वा इति चिन्तनीयं. तदपि पश्यामः. अस्तु भगिनि, आश्रयात् आश्रयात् सिद्धत्वम् इति अपि किमपि अस्ति खलु? आश्रयात् सिद्धत्वम् इति अपि अस्ति. इत्युक्ते तत्र सामान्यतया तत्र पूर्वत्र सिद्धम् इत्यस्मिन् विषये अपि वक्तव्यं भवति, तदानीं तस्मिन् सन्दर्भे वदतु, स्मारयतु, आश्रयात् असिद्धत्वम् इत्यस्मिन् विषये वदामि. पूर्वत्र सिद्धम् इति सन्दर्भे वदामि, यतोहि पूर्वत्र सिद्धम् इति सर्वे जानन्ति वा न वा इति न जाने, तस्मिन् विषये पठित्वा तदनन्तरम् आश्रयात् असिद्धत्वम् आश्रयात् सिद्धत्वम् इति अपि पश्यामः. अस्ति, अस्तु. अत्रैव पाणिनिमहोदयस्य प्रतिभा दृश्यते मुखिनि, एतत् करपत्रं पठित्वा एव वयं जानीमः. बहु समीचीनं, बहु सत्यं, बहु उत्तमम् अस्ति. यतोहि सर्वाणि सूत्राणि कथं प्रवर्तते इति तस्य मनसि किम् अस्ति एतत् एव वयं जानीमः भगिनि. वर्क् आफ् अ जीनियस् महोदय. सत्यं, बहु समीचीनं, समीचीनं. माता अपि पाणिन्या बहु प्रशंसा करोति. किं माताजि? माता अपि पाणिनेः सामर्थ्यं दृष्ट्वा भगवान् इति पाणिनः सः शी आक्चुलि थिङ्क्स् दट् हि इस् आक्चुलि भगवान्. सत्यं, यतो हि तत्र तत्र सर्वज्ञत्वम् अस्ति खलु, एतादृशग्रन्थं रचनीयं चेत् सर्वज्ञत्वम् आवश्यकमस्ति. कुत्र तत्र देशे, अस्माकं देशे कुत्र कुत्र कीदृशव्यवहारः अस्ति, भाषा कथम् आसीत्, तत्र तद्धितप्रक्रियायां पश्यामः चेत् कीदृश मैन्यूट् डीटेल्स् अस्ति खलु, तत्र स्पेसिफिक् व्यवहारेषु एतादृशप्रयोगः, तादृशज्ञानं सर्वज्ञस्य एव भवितुम् अर्हति. सामान्यजनानां तादृशज्ञानं नास्ति. ऋषीणामेव तत्र ऋषित्वम् आवश्यकमस्ति, ऋषित्वस्य प्राधान्यम् अस्ति तत्र. बहुकालतपस्यात् सर्वं कृत्वा यदा ऋषित्वं जायते तदानीं तादृश मनुष्यस्य एव तादृशसामर्थ्यं भवति, सामान्यजनानां नास्ति इति तु वयम् अवगन्तुं शक्नुमः. अस्तु, तर्हि इदानीम् आरम्भं कुर्मः. अष्टाध्यायाः बलाबलचिन्तनम् इति विषयः अस्ति. तर्हि अत्र कः विजयलक्ष्मी भगिनी आरम्भं करोतु. अस्तु भगिनि, अष्टाध्याय्याः सूत्र अष्टाध्याय्याः सूत्रक्रमायोजनं, सूत्रक्रम आयोजनं किम्? प्रश्नः समीचीनमेव. यथा किमर्थं समाससम्बद्धानि सूत्राणि ग्रन्थस्य आरम्भे, किञ्च सन्धिसम्बद्धानि सूत्राणि ग्रन्थस्य अन्ते, किमर्थं प्रत्ययेषु सनादयः प्रत्ययाः प्रथमाः? यः शिष्यः अस्ति तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति, नाम अष्टाध्याय्याः बहिः तादृशः बाह्यः तर्कः न दृश्यते यत् अध्येतॄणां कृते लाभदायकः स्यात्. उत्तरम् अस्ति यत् अष्टाध्याय्याः अन्त एव कश्चन सुन्दरतर्को अस्ति, तस्य च तर्कस्य लक्ष्यम् अस्ति ग्रन्थस्य लघुत्वम्, येन सूत्राणि अतिन्यूनानि स्युः किन्तु विषयः सम्पूर्णः स्यात्. तदर्थं सर्वं कृतं, तदर्थम् एतादृशः क्रमः विरचितः. लघुत्वस्य सिद्ध्यर्थम् अनुवृत्तिः सर्वत्र अनुस्यूता भवेत्, सूत्राणां बलाबलं समन्वितं स्यात्. अत्र अष्टाध्याय्याः सूत्रक्रमस्य विषये चर्चा. एतादृशम् आयोजनं किमर्थं पाणिनिना कृतम् इति प्रश्नः उदेति. तत्र प्रथमः कारणः तु भवति अनुवृत्ति यदा भवति तद् मनसि निधाय सूत्राणां क्रमः कृतवान् अस्ति. अनन्तरं बलाबलस्य चिन्तनमपि समन्वितं स्यात् इति. तावदेव अस्ति खलु अत्र भगिनि? हा हा, बहु तत्र तावदेव अस्ति, परन्तु बहु मुख्यविषयः अस्ति खलु. मुख्यविषयः अर्थम् अपि अवगन्तुम् इदानीं न शक्यते, पठित्वा एव. परन्तु सूत्राणां क्रमः किञ्चित् ये पाणिनेः व्याकरणं न पठन्ति ते अवगन्तुं न शक्नुवन्ति किमर्थम् एतादृशम् आयोजनं कृतम् अस्ति इति. अत्र एण्ट्रि प्राप्य बहु किमपि पठनानन्तरमेव अवगन्तुं शक्नुमः किमर्थम् एतादृशं क्रमः, एतादृशः क्रमः सः आप्नुतवान् इति वा, किम् आप्नोति तादृशक्रमस्य अनुसरणं कृतवान्, अनुसरति. लघुत्वं प्रथमः बिन्दुः, अनन्तरं लघुत्वस्य सिद्ध्यर्थम् अनुवृत्ति, यत्र यत्र अनुवृत्तिः भवति तेषां सूत्राणां क्रमेण किम् आर्डर् कृतवान् अस्ति. अनन्तरं बलाबलस्य चिन्तनं, यदि एकं सूत्रं किं बलवान् अस्ति तस्य अनन्तरं स्थानं ददाति. प्रायः सर्वदा नास्ति, परन्तु प्रायः यस्य बलम् अधिकं, यस्य सूत्रस्य बलम् अधिकं भवति तस्य सूत्रस्य स्थानम् अनन्तरमेव आयाति. तदपि अस्ति. समीचीनं समीचीनम्. इति अस्माभिः तत्र अष्टाध्यायः समग्रदृष्टिः इति पाठः पूर्वं जातः खलु, तस्मिन् पाठे अस्माभिः चर्चितं तत्र प्रथम अध्याये किम् अस्ति, संज्ञासूत्राणि सन्ति. द्वितीयाध्याये तत्र प्रथमाध्यायस्य अन्ते तत्र कारकप्रकरणम् अस्ति, द्वितीयाध्याये समासप्रकरणम् अस्ति, तृतीयाध्याये चतुर्थाध्याये पञ्चमाध्याये प्रत्यय अधिकारः, षष्ठाध्याये सन्धिकार्याणि, तदनन्तरम् अङ्गकार्याणि. षष्ठाध्यायस्य चतुर्थपादे सप्तमाध्याये आपर्यन्तम् अङ्गकार्याणि, तदनन्तरम् अष्टमाध्याये पूर्वत्र सिद्धम् इत्यस्य अधिकारः, तदनन्तरं नत्वम् इत्यादिकं तत्र हल्सन्धिकार्याणि सर्वं सन्ति इति वयं दृष्टवन्तः. तर्हि तत्र प्रश्नः उदेति, किमर्थम् एतादृशक्रमः? कुत्रचित् बहु ध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. अस्तु, तत्र किमर्थम् एतादृशक्रमः? एवमेव तथा कृतवान् वा? तत्र महत्त्वम् अस्ति वा, क्रमस्य महत्त्वम् अस्ति वा, किमर्थम् एतादृशक्रमः इत्युक्ते, अत्र सामान्यतया अङ्गकार्याणि इति वयं जानीमः. अङ्गकार्याणि इति चेत् तत्र एव अङ्गकारस्य अधिकारे एव स्यात् खलु, परन्तु कुत्रचित् तस्य अपवादः अपि दृश्यते. यथा अत्र क्नितिच इति सूत्रम् अस्माकं प्रसिद्धम् अस्ति खलु. क्नितिच इति सूत्रं किं करोति तत्र? गुणनिषेधः करोति. हा, गुणनिषेधं साधयति. नितिच इति सूत्रं, यत्र गुणस्य प्रसक्तिः अस्ति तत्र गुणनिषेधः भवति. तर्हि यत्र गुणकार्यस्य प्रसक्तिः अस्ति तत्तु सप्तमाध्याये अस्ति, तत्र एव गुणनिषेधः इत्यस्य अपि विषयः स्यात्. परन्तु क्नितिच इति सूत्रं कुत्र अस्ति? प्रथमाध्याये अस्ति. तर्हि किमर्थं प्रथमाध्याये अस्ति नितिच इति सूत्रम् इति चेत्, तत्र अनुवृत्त्यर्थम् इति वक्तुं शक्नुमः. अनुवृत्त्यर्थं तत्र क्नितिच इति सूत्रं प्रथमाध्याये अस्ति इति वयं वक्तुं शक्नुमः. एवमेव अत्र प्रत्येकं सूत्रं कुत्र अस्ति, किमर्थम् अत्र अस्ति, किमर्थम् अन्यत्र नास्ति इति एतादृशप्रश्नः अस्माकं तु आगच्छति एव, प्रत्येकस्मिन् वर्गे आगच्छति एव. कोऽपि पृच्छति किमर्थम् इदं सूत्रम् अत्र अस्ति, किमर्थं तत्र नास्ति, तत्र अस्ति चेत् लाभाय भवति खलु इति प्रश्नः भवति. तर्हि तस्य उत्तरं किम् इति चेत्, अनुवृत्त्यर्थम् अस्ति वा इति द्रष्टव्यम्, अथवा बलाबलस्य चिन्तनार्थम् अस्ति वा, नो चेत् लाघवार्थम् अस्ति वा इति. तत्र त्रयः विषयाः भवन्ति, लाघवार्थं वा, नो चेत् अनुवृत्त्यर्थं वा, नो चेत् सूत्राणां बलाबलचिन्तनार्थं वा, किमपि सूत्रं कुत्रचित् भवति, कस्मिंश्चित् अधिकारे अथवा कस्मिंश्चित् अध्याये सूत्रं भवति. अतः त्रयः विषयाः सन्ति, लाघवत्वम्, अनुवृत्तिः, अपि च सूत्राणां बलाबलं. सूत्राणां बलाबलम् इत्युक्ते किं? तत्र सूत्राणां बलाबलम् इत्युक्ते, यदि तत्र एकस्मिन्नेव क्षणे एकं सूत्रम् आगच्छति कार्यं कर्तुं, परन्तु अन्यत् सूत्रमपि तत्रैव कार्यं कर्तुम् अर्हति, तदानीं तत्र अस्माकं मनसि कीदृशः निर्णयः भवेत् इति चेत्, तस्मिन् विषये अपि पाणिनिः सः पूर्वमेव चिन्तितवान्, ओ इदं सूत्रं तत्र त्रिपाद्यां स्यात्, त्रिपाद्याम् अस्ति चेत् असिद्धं भवति, अतः अस्मिन् सन्दर्भे इदमेव सूत्रं कार्यं करोति, न तु त्रिपादीसूत्रम् इति तादृशचिन्तनमपि मनसि निधाय सूत्रस्य स्थापनं कृतवान्. ओ इदं सूत्रं त्रिपाद्यां स्यात्, इदं सूत्रं सपादसप्ताध्यायां स्यात् इति तस्मिन् विषये अपि चिन्तनं कृतवान् इति वयं द्रष्टुं शक्नुमः. एकम् उदाहरणमस्ति तत्र, अभ्यासे चर्च इति एकं सूत्रमस्ति. तत्र यत्र अभ्यासकार्याणि भवन्ति, द्वित्वानन्तरम् अभ्यासकार्याणि भवन्ति खलु, तदानीं तत्र अभ्यासकार्याणि सर्वाणि अपि सप्तमाध्याये सन्ति. एकमेव सूत्रम् अभ्यासे चर्च इति त्रिपाद्याम् अस्ति. तर्हि तत्र प्रश्नः उदेति, किमर्थम् अभ्यासे चर्च इति सूत्रं त्रिपाद्याम् अस्ति, सर्वाणि अभ्यासकार्याणि तु सपादसप्ताध्यायम् सन्ति, तर्हि किमर्थं केवलमिदं सूत्रं त्रिपाद्याम् अस्ति इति चेत्, तत्र अनुवृत्त्यर्थं तत्र स्थापितमस्ति, यतोहि तत्र बलाबलस्य चिन्तनं किमपि नास्ति। यदा अभ्यासकार्याणि भवन्ति तत्र तु बलाबलस्य चिन्तनं नास्ति, अभ्यासे बलाबलस्य चिन्तनं न भवति, अतः तत्र वयं न वक्तुं शक्नुमः अभ्यासे चर्चा इति सपादसप्ताध्यायं नास्ति, त्रिपाद्याम् अस्ति, यतोहि बलाबलचिन्तनार्थम् इति वक्तुं न शक्नुमः, यतोहि तत्र पूर्वपरप्रसङ्गः न भवति। परन्तु किमर्थं तत्र त्रिपाद्यां स्थापितम् इति चेत् अनुवृत्त्यर्थं, यतोहि तत्र करीच इति सूत्रे अनुवर्तनार्थम् अभ्यासे चर्चा इति सूत्रं तत्र स्थापितमस्ति, चर् इति तत्र अनुवृत्तिः भवति इति तत्र सर्वत्र एतादृशचिन्तनं भवति। अतः यत्र कुत्रापि अस्माकम् एतादृशप्रश्नः उदेति किमर्थम् इदं सूत्रम् अत्र अस्ति इति चेत् वयमेव स्वयं तस्य उत्तरं किम् इति वयं ज्ञातुं शक्नुमः इति तादृशप्रयत्नः करणीयः। अस्माकं वर्गे वयं पृच्छामः खलु, ओ किमर्थम् इदम् अस्ति, अहं किं वदामि इति चेत् इतः परम् इदं पाठं परिसमाप्य इतः परं भवन्तः स्वयमेव वदन्तु, यदि तत्र वक्तुमिच्छन्ति ओ इदं सूत्रम् अत्र अस्ति यतोहि एतादृशकारणमस्ति इति भवन्तः एव स्वयं वदन्तु, तदानीं तत्र पाठस्य अवगमनं जातम् इति अहम् अवगन्तुं शक्नोमि। यतोहि इदानीं तत्र व्याकरणस्य अध्ययनं किञ्चित् कालात् जायमानमस्ति, अतः प्रश्नानाम् उत्तरं किं स्यात् इति वयमेव ऊहां कर्तुं शक्नुमः। तादृश ऊहां कुर्वन्ति चेत् तदानीं तत्र भवन्तः अपि लाभाय भवति। अस्तु, इदानीम् अग्रे सर्तुं शक्नुमः। अस्तु, तर्हि गीता भगिनी पठति वा? अस्तु, अरविन्द महोदय पठतु। आं भगिनि, अनुवृत्तिविषये अस्माकं परिचयस्तु जातः, अधुना सूत्राणां बलाबलप्रसङ्गे वक्तव्यम्। यदा कञ्चिन् पदं निर्मीयते तदा निर्माणार्थं सोपानानि सन्ति, एकैकस्मिन् सोपाने कार्यं वर्तते, केन क्रमेण इदं सर्वं स्यात्, अपि च कस्मिंश्चित् अवसरे किं सूत्रम् आगत्य कार्यं कुर्यात् इति निर्णेतुं सूत्राणां बलबलं बलाबलं भवति। एकस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः अथवा बहूनां सूत्राणां प्रसक्तिः, तर्हि तत्र कस्य सूत्रस्य अधिकारो भवेत्? अत्र एकः सिद्धान्तो वर्तते बलाबलं नाम्ना। बलाबलस्य निर्माणार्थं प्रमुखसूत्रद्वयं विद्यते, अपि च परिभाषाद्वयम्। इमे द्वे सूत्रे द्वे परिभाषे च अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति। अस्मिन् परिच्छेदे उक्तमस्ति अनुवृत्तिविषये अस्माकं पूर्वमपि परिचयं ज्ञातवन्तः। अधुना सूत्राणां बलाबलप्रसङ्गे दत्तमस्ति अस्मिन् परिच्छेदे। यदा कस्मिंश्चिदं पदं निर्मीयते चेत् निर्माणस्य सोपानानि सन्ति, तत्र एकस्मिन् सोपाने कार्यं कर्तुम् इच्छितवन्तः द्वे सूत्रो अथवा बहूनि सूत्राणि एकस्मिन् काले आगच्छन्ति चेत् कस्य सूत्रस्य प्रसक्ति भवति, कस्य सूत्रस्य बलं भवति, केषां सूत्राणाम् अबलत्वं सिद्ध्येति इति स्थापयितुं कृत्वा पाणिनिना सूत्रद्वयम् एवं परिभाषाद्वयसूत्रमपि दत्तमस्ति, तेषाम् अनुवृत्त्या सह सर्वक्रमं साधयन्ति। समीचीनं महोदय, अत्र लाघवम् इत्यस्य कः अर्थः? अक्षराणाम् उपयोगं अक्षराणां मात्रालाघवत्वं मात्रालाघवत्वम् एव लघुत्वम् इति वक्तुं शक्यते. सत्यं मात्रालाघवत्वमेव तत्र लघुत्वम् इति उच्यते. इत्युक्ते तत्र एकमपि तत्र एकः अपि वर्णः न्यूनः अस्ति चेत् वैयाकरणाः पुत्रोत्सवं मन्यन्ते. अतः तत्र लाघवम् इति अस्माकं मुख्यविषयः अस्ति. वर्णानां लघुत्वम् इति मुख्यविषयः अस्ति. अपि च अनुवृत्तिः. अनुवृत्तिः इत्युक्ते किम्? अनुवृत्तिः इत्युक्ते पूर्वसूत्रात् अथवा पूर्व सूत्र कश्चिञ्चित् पदस्य उद्धारणं कृत्वा तदनन्तरं यत् सूत्रमस्ति तस्य अर्थज्ञानार्थं योजनं कर्तयते चेत् तस्य अनुवृत्ति इति उच्यते पूर्वपदस्य उद्धृतपदानां. बहु समीचीनम्. इत्युक्ते तत्र पूर्वस्मिन् सूत्रे एकं पदम् अस्ति. तादृशपदस्य उत्तरसूत्रे अपि प्रयोजनम् अस्ति चेत् पुनः उत्तरसूत्रे न वदति. पूर्वसूत्रात् एव तस्य ग्रहणं भवति सूत्रेषु अपि. तेन किं भवति? सूत्रं लघु भवति. यदि पुनः इत्युक्ते तत्र सामान्यतया वदामः चेत् कोऽपि वदति रामः गच्छति इति वदति इति रामः गच्छति इति एकं सूत्रमस्ति इति प्रथमं सूत्रम् इति चिन्तयतु. रामः गच्छति. इदानीम् अन्य कोऽपि आगत्य वदति श्यामः इति कश्चन अस्ति सः वदति अहमपि इति वदति. अहमपि इति इत्यनेन कः अर्थः तत्र? अहमपि गच्छामि इति अर्थः तत्र. तर्हि तत्र अहमपि इति एव वदति चेत् तत्र गच्छामि तत्र गच्छति इत्यस्य अनुवृत्तिः अत्र भवति. विभक्तिपरिणामं कृत्वा गच्छामि अथवा तत्र पुरुषपरिणामं कृत्वा गच्छामि इति वदति. तत्र गच्छ इति शब्दस्य अनुवृत्तिः भवति इति तत्र वयं जानीमः. वयं वारं वारं पूर्वमपि दृष्टवन्तः अनुवृत्तिः इत्युक्ते का इति. तदनन्तरं तत्र बलाबलस्य चिन्तनं. बलाबलस्य चिन्तनमेव अस्माकं कृते नूतनमस्ति. लघुत्वम् इत्यस्मिन् विषये पूर्वमपि चर्चितम्. अनुवृत्तिः इति अपि पूर्वमपि ज्ञातम्. इदानीं तत्र बलाबलस्य चिन्तनं. बलाबलस्य चिन्तनं कथं भवति इति चेत् अस्माकं प्रक्रियाकाले यदा पदस्य निर्माणं भवति पदनिर्माणार्थम् अत्र पदम् इत्युक्ते तिङन्तं पदं भवितुमर्हति सुबन्तं पदमपि भवितुमर्हति. पदं द्विविधं. तर्हि तिङन्तपदस्य वा सुबन्तपदस्य वा निर्माणकाले सोपानानि भवन्ति. इत्युक्ते तत्र प्रकृतिप्रत्ययोः मेलनं भवति. प्रकृतिः इति मूलम् अस्ति. मूलं धातुः भवति अथवा प्रातिपदिकं भवति. तस्मात् यदा प्रत्ययं योजयामः तदानीं तत्र प्रक्रिया भवति. प्रक्रियाकाले एव सूत्राणां प्रयोगः भवति. किं कुत्रचित् विनय महोदय. हा इदानीं प्रक्रियाकाले सोपानानि सन्ति इति जानीमः. सोपानस्य पूरणार्थं सूत्राणां प्रयोजनं भवति. इत्युक्ते भूयोगः तिङ्प्रत्ययः. भूयोगः तिङ्प्रत्ययः इति एकं सोपानं. तत्र सूत्राणि सन्ति. सूत्राधारेण एव तिङ्प्रत्ययः विधीयते. प्रथमतया लकारः विधीयते. तदनन्तरं तस्य स्थाने लस्य इति सूत्रेण तिङ्प्रत्ययः विधीयते. भूयोगः तिङ्. इदानीं तत्र भूयोगः तिङ् इति सन्दर्भे तत्र शप् इति विकरणप्रत्ययः आयाति. कर्तरि शप् इति एकं सोपानम् अस्ति. तदनन्तरं भूयोगः शप् इत्यत्र सूत्राणि कार्यं कुर्वन्ति. यथा सार्वधातुकार्धधातुकयोः इति सूत्रं कार्यं करोति इति तत्र सोपानानि सन्ति. एवमेव तत्र नृत्ययोगः दिवादिभ्यः श्यन् इति प्रत्ययः. अनन्तरं नृत्यति इति प्रत्ययः. तर्हि तत्र चिन्तनं भवितुम् अर्हति. अत्र शप् भवितुम् अर्हति वा न वा? दिवादिभ्यः श्यन् इति किमर्थं भवति? शप् किमर्थं न स्यात् इति तादृशचिन्तनं भवति खलु. तदेव तत्र बलाबलचिन्तनं. एकस्मिन् स्थले शप् भवति वा श्यन् भवति वा इति चिन्तनं यदा भवति तदानीं तत्र बलाबलचिन्तनं भवति, तयोः मध्ये किं सूत्रं कार्यम् अत्र कर्तुम् अर्हति, तादृशनिर्णयार्थम् अत्र सूत्राणि सहायकसूत्राणि इति चेत् तत्र द्वे सूत्रे स्तः, एकः अस्ति विप्रतिषेधे परं कार्यम्, अन्यमस्ति पूर्वत्र सिद्धम् इति द्वे सूत्रे स्तः। अपि च परिभाषा अग्रे पश्यामः, परिभाषा अत्र परिभाषाः काः सन्ति अत्र सहायं कर्तुम् इति अग्रे पश्यामः। अस्तु, इदानीम् एतावता प्रश्नः अस्ति वा भगिनि? अनुवृत्तिः सदा पूर्वस्य सूत्रात् एव आगच्छति? सामान्यतया पूर्वस्मात् सूत्रात् आगच्छति, परन्तु कुत्रचित् परसूत्रात् अपि पूर्वं गन्तुम् अर्हति। अपकर्षः इति वदामः, सामान्यतया अनुवृत्तिः पूर्वस्मात् सूत्रात् आगच्छति, परन्तु विरलतया परसूत्रात् अपि पूर्वं गच्छति, अपकर्षः इति वदामः, तदपि शक्यते। मण्डूकप्लुत अपि भवति? मण्डूकप्लुतिः अपि भवति, यत्र एकं सूत्रमस्ति तस्य अनन्तरं बहूनि सूत्राणि सन्ति, तत्र अनुवृत्तिः नास्ति, तदनन्तरम् एकस्मिन् सूत्रे बहु पूर्वस्मात् सूत्रात् मण्डुकप्लुत्या यथा तत्र फ्राग् लीप् करोति तथा तत्र मण्डुकप्लुत्या अपि अनुवृत्तिः कुत्रचित् भवितुम् अर्हति इति मण्डुकप्लुतिः इति वदामः। यथा मण्डुकः गच्छति तथा तत्र मध्ये नास्ति परन्तु लीप् कृत्वा अग्रे गच्छति, तादृशम् इति अपि अस्ति। अस्तु, तर्हि अग्रे उषा भगिनी पठतु। आं भगिनि, महाभाष्यवाक्यम् अन्यत्रान्यत्र लब्धावकाशयोरेकत्र प्राप्तिः तुल्यबलविरोधः, अन्यत्रान्यत्र लब्धावकाशयोरेकप्राप्तिः तुल्यबलविरोधः। लब्धः अवकाशः, लब्धः अवकाशः यस्य तत् लब्धावकाशं, लब्धावकाशं सूत्रम्। यदि द्वे सूत्रे स्तः ययोः द्वयोः अपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः अस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते। अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परसङ्कर्षः सः तुल्यबलविरोधः इत्युच्यते। तुल्यबलविरोधः इति कः इति महाभाष्यवाक्यम् उच्यते। अन्यत्रान्यत्र लब्धावकाशयोर् एकप्राप्तिः तुल्यबलविरोधः इति उच्यते। द्वयोः सूत्रयोः द्वे सूत्रे ईच् लब्धावकाशः अस्ति, द्वयोः सूत्रयोः लब्धावकाशस्थलः अस्ति, तादृशद्वयोः सूत्रयोः एकस्मिन् स्थले प्रसक्तिः अस्ति चेत्, कार्यं कर्तुम् इच्छतः चेत् तर्हि तुल्यबले इत्युच्यते। एकस्मिन् स्थले कार्यं कर्तुम् इच्छति तस्मात् तुल्यबलविरोधः इति उच्यते। न, एकस्मिन् स्थले एव कार्यं कर्तुम् इच्छतः इति चेत् तुल्यबलविरोधः इति नास्ति। किमर्थं तुल्यबलविरोधः इति वदामः? ईच् हेस् सेपरेट् डोमैन्, ईच् लब्धावकाशः अस्ति द्वयोः सूत्रयोः, द्वयोः सूत्रयोः स्वस्य स्वस्य कार्यक्षेत्रम् अस्ति। स्वस्य कार्यक्षेत्रम् अस्ति, तादृशसूत्रं तादृशसूत्रयोः एकस्मिन् स्थले अपि च कर्तुं शक्यते चेत् तुल्यबलविरोधः इति उच्यते. समीचीनं. इति इत्युक्ते तत्र तुल्यबलविरोधः इति अस्य अवगमनार्थम् अत्र अधोभागे एकं चित्रमस्ति, विप्रतिषेधः इति एकं चित्रमस्ति, तत् पश्यन्तु. पश्यन्ति वा? विप्रतिषेधः इति एकं चित्रमस्ति, तत्र सुपि च बहुवचने जल्येत् अस्तु खलु, अस्ति खलु. तत्र पश्यन्ति चेत् तत्र सूत्रद्वयम् अस्ति, सुपि च इति सूत्रं, बहुवचने जल्येत् इति सूत्रम्. अनयोः विवरणम् इदानीमेव पश्यामः. परन्तु तुल्यबलविरोधः इत्युक्ते कः इति ज्ञातुम् अत्र पश्यति चेत् सुपि च इत्यस्य कार्यक्षेत्रं तत्र सर्कल् मध्ये यत्र इण्टर्सेक्षन् अस्ति तद्विहाय अन्यत्र सर्वत्र सुपि च इत्यस्य कार्यक्षेत्रम् अस्ति खलु, इत्यस्य पृथक् कार्यक्षेत्रम् अस्ति, यत्र बहुवचने जल्येत् इत्यस्य कार्यं नास्ति. पश्यन्ति खलु चित्रं? अपि च बहुवचने जल्येत् इत्यस्य पृथक् कार्यक्षेत्रम् अस्ति, यत्र इण्टर्सेक्षन् नास्ति तत् क्षेत्रं विहाय अन्यत्र बहुवचने जल्येत् इत्यस्य कार्यम् अस्ति, तत्र तु सुपि च इत्यस्य कार्यं नास्ति. तर्हि अनयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति, यत्र स्वयं कार्यं कर्तुम् अर्हन्ति, यत्र अन्यस्य कार्यं नास्ति. तादृशसूत्रद्वयं तुल्यबलविरोधः, तयोः मध्ये तुल्यबलविरोधः इति वदामः. तुल्यः इत्युक्ते समानः, तयोः बलं समानम् अस्ति. बोथ् हाव् इण्डिपेण्डेण्ट् एरियाज़् वेर् दे केन् वर्क् एण्ड् नौ देर् इस् गोण्ट् बि एन् इण्टर्सेक्षन् वेर् बोत् आफ़् देम् अप्लै. तादृशस्थलं यत्र द्वयोः सूत्रयोः अन्यत्र अवकाशः अस्ति, पृथक् पृथक् कार्यक्षेत्रे तयोः अवकाशः अस्ति. इदानीं तादृशसूत्रद्वयम् एकत्र कार्यं कर्तुं तत्र सङ्घर्षः, अनयोः मध्ये यदा सङ्घर्षः भवति तदानीं वयं वदामः अनयोः सूत्रयोः तुल्यबलविरोधः अस्ति. अन्यत्र अवकाशः नास्ति चेत् तुल्यबलविरोधः न भवति. अतः तुल्यबलविरोधः अस्ति न वा इति ज्ञातुं प्रथमतया अनयोः अन्यत्र लब्धवकाशः अस्ति वा न वा इति द्रष्टव्यम्. अन्यत्र लब्धवकाशः इत्युक्ते कः इति चेत् अनयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति, तदानीम् अन्यत्र लब्धवकाशः. यत्र द्वयोः सङ्घर्षः नास्ति, यत्र द्वयोः युद्धं नास्ति, तादृशसन्दर्भे द्वयोः पृथक् कार्यक्षेत्रं यदा अस्ति तदानीं तयोः तुल्यबलविरोधः, इदानीं तयोः एकत्र एकस्मिन् सन्दर्भे तयोः एकत्र प्राप्तिः अस्ति. सर्वत्र एकत्र प्राप्तिः नास्ति, सर्वत्र पृथक् पृथक् कार्यम् अस्ति, परन्तु एकस्मिन् स्थले तयोः एकत्र प्राप्तिः अस्ति, तदानीं तत्र अनयोः सूत्रयोः तुल्यबलविरोधः इति वदामः. अत्र महाभाष्यवाक्यं किम् अस्ति, महाभाष्यवाक्यम् अत्र एकक्षणं, तत्र उमा भगिनी वदति वा तत्र महाभाष्यवाक्यं किम् अस्ति? अन्यत्र अन्यत्र लब्ध अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः. यथा लिखितं तथा पठतु. अन्यत्रान्यत्र लब्धावकाशयोरेकत्र प्राप्तिस्तुल्यबलविरोधः. अत्र भगिनी वदति तदेव अत्र उच्यते, पृथक् पृथक् अन्यत्र अवकाशः अस्ति, किन्तु एकस्थले द्वयोः आगच्छति कार्यं कर्तुं, तदेव तुल्यबलविरोधः इति उच्यते. डेफिनेशन् फार् तुल्यबलविरोधः. सर्वदा एकत्र प्राप्तिः इति नास्ति, सर्वदा एकत्र एव प्राप्तिः अस्ति. भवती सम्यक्तया उक्तवती, अहं केवलं स्पष्टीकरोमि. भवती अवगतवती इति ज्ञातवती, परन्तु स्पष्टीकरणार्थं वदामि. द्वयोः सामान्यतया द्वयोः सूत्रयोः एकत्र एव प्राप्तिः अस्ति चेत् तदानीं तुल्यबलविरोधः इति न वदामः. तदानीं तयोः तादृशसम्बन्धः नास्ति, परन्तु सामान्यतया तयोः कार्यं पृथक् पृथक् अस्ति, परन्तु कुत्रचित् तयोः कार्यम् एकत्र तयोः प्राप्तिः भवितुम् अर्हति अथवा एकत्र प्रसक्तिः अस्ति द्वयोः, तदानीं वयं वदामः तुल्यबलविरोधः. तुल्यबलविरोधः अस्ति न वा इति ज्ञातुम् अन्यत्र अवकाशः अस्ति वा इति द्रष्टव्यं प्रथमम्. अतः अस्माकं प्रथमं सोपानम् अस्ति, यदा सूत्रद्वयम् अस्ति तदानीम् अस्माकं प्रथमः प्रश्नः तुल्यबलविरोधः अस्ति वा अनयोः इति प्रथमः प्रश्नः. तुल्यबलविरोधः अस्ति वा नास्ति वा इति प्रश्नस्य उत्तरं वयं जानीमः चेत् तदानीं द्वितीयसोपानं प्रति गन्तुं शक्नुमः. यदि तयोः तुल्यबलविरोधः नास्ति तदानीं तत्र प्रथमनियमस्य उल्लङ्घनं जातम् इति कृत्वा द्वितीयनियमं प्रति गच्छामः. तदानीं वयं द्रष्टुं शक्नुमः अपवादः अस्ति वा न वा इति द्रष्टुं शक्नुमः. प्रथमं तुल्यबलविरोधः अस्ति वा, अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति प्रथमसोपानं. यदि अन्यत्र अन्यत्र लब्धावकाशः नास्ति तदानीं द्वितीयसोपानम् अपवादः अस्ति वा इति द्वितीयसोपानम्. इदानीम् उदाहरणं पश्यामः. अन्यत्र अन्यत्र लब्धावकाशयोर् एकत्र प्राप्तिस्तुल्यबलविरोधः इत्यस्य उदाहरणं पश्यामः, तुल्यबलविरोधः कथं भवति इति. अस्तु, वासुदेवन् महोदय पठति वा सुपि च? सप्तमाध्याये तृतीयपादे द्व्यधिक एकशतम् अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यञादिसुप्रत्यये परे. अनुवृत्तिसहितसूत्रं यञि सुपि च अङ्गस्य अतः दीर्घः. वृक्ष प्लस् भ्यां, वृष प्लस् आ प्लस् भ्यां वृक्षाभ्यां. सुपि च सुबिजि सुबिज इति सूत्रस्य अर्थं भवति यञि सुपि च अङ्गस्य अधः दीर्घः. यञि यञि परे अस्ति चेत्, यञि परे अस्ति चेत् सूत्रस्य आ भवति, आ भवति. वृष प्लस् आ वृक्षाभ्यां, वृक्ष प्लस् भ्यां वृक्षाभ्यां इति स्थितिः. सुपि च समीचीनं. तत्र सूत्रार्थः कः इति चेत् सूत्रे किम् उक्तमस्ति, सुपी च इति तावदेव उक्तमस्ति. सुपि इत्युक्ते किं? सुपि सुब सुब् अन्धे, सुप् अन्धे अस्ति चेत् सुपि सप्तमी. सुपि सुप् इत्युक्ते तत्र प्रत्ययः अस्ति खलु, सुप् इत्युक्ते प्रत्ययः सुप्रत्ययः. सुप् इति प्रत्ययः अस्ति, सुपि इति सप्तम्यन्तम् अस्ति खलु. सुपि इति सप्तम्यन्तम् अस्ति, अतः सुप्रत्ययः परः अस्ति चेत् पूर्वं तत्र कीदृशसुप्रत्ययः? यै प्रत्ययः के के वर्णः? या आरभ्य झपञ्जस्य, या आरभ्य या वर परन्तु सुप्रत्ययेषु तत्र यै प्रत्याहारे के के सुप्रत्ययः सन्ति, ययादिसुप्रत्ययः के के? भ्यां बिस् भ्यां बिस् बिस् इत्यादि. हा सत्यं, न इत्यादि न, इत्यादि इत्युक्ते किमस्ति तत्र इत्यादि इत्यादिकः? एवम् एवमेव एवमेव. भ्यां बिस् ब्यस् ब्यस् तृतीयविभक्तौ, तृतीयविभक्तौ द्विवचने बहुवचने भ्यां बिस्, चतुर्थी द्विवचने बहुवचने भ्यां ब्यस्, पञ्चमी द्विवचने बहुवचने भ्यां ब्यस्. अत्र एव एतस्य कार्यमस्ति खलु. तर्हि तत्र कीदृशकार्यमस्ति? वृक्ष इति प्रातिपदिकम् अस्ति चेत् अतः आ भवति, अतः दीर्घः भवति, अतः दीर्घः भवति. हृस्व अकारस्य दीर्घाकारः भवति. अतः इत्युक्ते किम्? अतः अङ्गस्य इति अस्ति तत्र, कः अर्थः? हृस्व अङ्गस्य, हृस्व अकारस्य, हृस्व अकार अङ्गस्य, अकारस्य अङ्गस्य अतः इत्युक्ते केवलं हस्वकारस्य ग्रहणम् अत्र तपरकरणम् अस्ति. तपरकरणम् इति वयं जानीमः खलु, कोऽपि अस्ति वा यः तपरकरणं न जानाति? सूत्रं किम् अस्ति तपरकरणस्य? सूत्रं वदतु. अतः अतः अङ्गस्य इति अस्ति. तत्र सूत्रार्थः कः इति एकवारं पश्यामः. महोदय कृपया म्यूट् करोतु. अतः अङ्गस्य, अतः अङ्गस्य दीर्घः ययादि सुपि च इति उक्तं, यतोहि पूर्वस्मात् सूत्रात् तत्र अनुवृत्त्यर्थम् एतादृशम् उक्तमस्ति च इति. तत्र च इति इदानीं त्यजतु. अतः अङ्गस्य दीर्घः यै सुपि इति अस्ति. तर्हि अत्र यत्र यत्र अकारान्त ह्रस्वकारान्तप्रातिपदिकम् अस्ति, ह्रस्वकारान्तप्रातिपदिकस्य अनन्तरं यदि ययादिसुप्रत्ययः अस्ति, ययादिसुप्रत्ययः कुत्र भवति इति इदानीमेव चर्चितं. तत्र तृतीयविभक्तौ द्विवचने बहुवचने, चतुर्थी द्विवचने बहुवचने, पञ्चमी यत्र भ्यां भ्यस् भिस् इति अस्ति तत्र. तत्र किं भवति इति चेत् अदन्तप्रातिपदिकम् अस्ति चेत् तस्य दीर्घत्वं भवति. वृक्षयोगः भ्यां वृक्षाभ्यां, वृक्षयोगः भ्यां वृक्षाभ्यां, वृक्षयोगः भिः, वृक्षयोः योगः भिः, तत्र किं भवति? बिस् इत्यस्य स्थाने आदेशः भवति. अत्र तु वृक्षाभिः इति नास्ति खलु, रूपं किम् अस्ति? इति सूत्रेण ऐस् इति आदेशः भवति, अतः वृक्षैः. तत्र बहुवचने कार्यं नास्ति, वृक्षैः इति कार्यमस्ति. चतुर्थीविभक्तिः वृक्षाभ्याम् इति अस्ति. वृक्षयोगः बिस् इत्यत्र वृक्षेभ्यः इति अस्ति, न तु वृक्षाभ्यः, वृक्षाभ्यः इति नास्ति. सुपिज इत्यस्य प्रसक्तिः अस्ति तत्र, पश्यन्तु. बिस् इत्यत्र सुपिज इत्यस्य प्रसक्तिः अस्ति, परन्तु वृक्षाभ्यः इति रूपं नास्ति, वृक्षेभ्यः इति अस्ति. किमर्थं तथा इति पश्यामः इदानीमेव, परन्तु तत्र प्रसक्तिः अस्ति. इदानीं पृथक्तया कार्यक्षेत्रम् अस्ति वा सुपिज इत्यस्य? भ्याम् इत्यत्र, वृक्षाभ्याम् इत्यत्र केवलं सुपिच इति एव कार्यं करोति खलु, अत्र अन्यत् सूत्रं किमपि नास्ति. अतः वृक्षाभ्याम् इति एव रूपम् अस्ति. पश्यन्ति वा? वृक्षाभ्याम् इत्यत्र, वृक्षयोगः भ्याम् इत्यत्र केवलं सुपिच इत्यस्य प्रसक्तिः अस्ति, अन्यत् किमपि नास्ति अत्र प्रसक्तम्. अतः सुपिच इत्यस्य कार्यक्षेत्रं तत्र अस्ति इति वक्तुं शक्नुमः वा न वा? तस्य कार्यक्षेत्रम् अत्र अस्ति. भ्याम् इति सन्दर्भे तस्य सुपीच इत्यस्य कार्यक्षेत्रम् अस्ति, अतः वृक्षाभ्याम् इति रूपं प्राप्तम्. अतः तस्य कार्यक्षेत्रं, पृथक् कार्यक्षेत्रं तत्र अस्ति इति वयं ज्ञातुं शक्नुमः. इदानीं सुपीच इति सूत्रम् अवगतं खलु? केवलं व्याम् इत्यत्र एव तस्य कार्यमस्ति, बिस् इत्यत्र कार्यं नास्ति, ब्यस् इत्यस्य अपि कार्यं नास्ति. किमर्थं कार्यं नास्ति इति इदानीं चिन्तयामः. बहुवचने जल्यत् इति सूत्रं पठित्वा तत्र कस्यचित् प्रतिध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. अस्तु भगिनि, भगिनि सुपि च अङ्गस्य अतः दीर्घः, तत्र विशेषणकार्यमस्ति वा? अतः अङ्गस्य किम् सत्यमेव, समीचीनम्. अतः अङ्गस्य यै सुपि इत्यत्र सुप् प्रत्यये यै प्रत्याहारस्य वर्णः कुत्र स्यात्? सप्तमी भक्तौ अस्ति खलु, यै सुपि अतः तत्र यस्मिन् विधि सदादौ अल्ग्रहणे इति सूत्रेण यै प्रत्याहारे सुप्रत्ययस्य आदौ स्यात्। यै इति प्रत्याहारस्य वर्णः सुप्रत्ययस्य आदौ स्यात् इति तत्र विवरणमस्ति सूत्रार्थस्य अवगमनार्थं। समीचीनम्। सुपिच इति सूत्रं बुद्धं खलु, अङ्गम् अदन्तं भवेत् इत्युक्ते अत्र भ्याम् इति प्रत्ययस्य कृते वृक्ष इति अङ्गम् अस्ति, वृक्ष इति अङ्गस्य अन्ते ह्रस्व अकारः अस्ति, अतः अङ्गस्य विशेषणविशेषभावः। तादृश अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति, अपि च ययादिसुपि इत्युक्ते तादृशसुप्रत्ययः यस्य आदौ यै प्रत्याहारस्य वर्णः अस्ति। अत्र तु भ्यां भ्यस् भिस् इत्येव अस्ति, त्रिषु स्थलेषु एव भवितुम् अर्हति। अस्तु, इदानीं बहुवचने जल्यत् इति सूत्रं पश्यामः। शर्मिला भगिनी पठतु। भगिनि क्षम्यताम्, एकः प्रश्नः तत्र, एकं प्रत्याहारः अस्ति तत्र याव रा ला यामाङ्गाणा न एते सर्वे वर्णाः सन्ति इत्युक्ते सुपि च इत्युक्ते किमपि तस्मिन् यै प्रत्याहारे। भगिनी भवती स्पीकर् पार्श्वे आगच्छतु भगिनि, सम्यक्तया न श्रूयते, बहु दूरात्। अस्तु भगिनि क्षम्यताम्, एकनिमिषं भगिनि क्षम्यताम्। अधुना श्रूयते वा भगिनि? अधुना श्रूयते, भवती किं कृतवती अद्य? हेड्सेट्, हा सर्वदा हेड्सेट् धारयतु, नो चेत् न श्रूयते सम्यक्तया। हा वदतु, इदानीं सम्यक् अस्ति, वदतु। क्षम्यतां भगिनि। अस्तु, यै प्रत्याहारे यावारा ला यामाङ्गाणा न झ भ एते सर्वे वर्णाः सन्ति, ययादि प्रत्यये परे इत्युक्ते सुपि च यै सुपि इत्युक्ते सप्तमी इत्युक्ते यै परे कथं केवल यै यै परे इत्युक्ते य इत्युक्ते आदौ वा अन्ते वा यै प्रत्याहारः कुत्र अस्ति तत्र प्रत्याहारे इति एव तत्र इदानीम् उक्तं खलु, तत्र गोमतीपत्नी सम्यक्तया स्मारितवती, तत्र यै सुपि इत्युक्ते तत्र कुत्र अस्ति इति न जानीमः, तदर्थं परिभाषा अस्ति यस्मिन् विधि सदादौ अल्ग्रहणे इति परिभाषया, यत्र यै सुपि इति सप्तम्यन्तपदद्वयम् अस्ति, तत्र कुत्र भवति, अन्ते भवति वा मध्ये भवति वा आदौ भवति वा इति न ज्ञायते, तदर्थं परिभाषा अस्ति। परिभाषा वदति यत्र सप्तम्यन्तं पदम् अस्ति तत्र अल्ग्रहणम् आदौ भवति, अतः ययादि ययादिसुप्रत्ययः तादृशसुप्रत्ययः यस्य आदौ यै वर्णः अस्ति इति अर्थः आगच्छति। तत् अस्ति चेत् न अपि अस्ति इत्युक्ते सुप्रत्याहारे तु सुप्रत्याहारे किम् अस्ति इति दृष्ट्वा वयम् इदानीं उक्तं खलु, सुप्रत्यये तु भ्यां भ्यस् इति एव अस्ति, भ्याम् इत्यत्र बकारः यै वर्णः अस्ति खलु, भ्याम् इत्यत्र बकारः यः आदौ अस्ति सः यै वर्णः अस्ति, भ्यां भिस् इत्यत्र अपि बकारः यै वर्णः, भ्यां भिस् भ्यस् अपि, अतः एव त्रिषु स्थलेषु इति उक्तं खलु। अस्तु, किन्तु ङे ङसि अपि तत्रैव आगच्छति न भगिनि, यादि एव अस्ति ते अपि न, तत्र इत्संज्ञकवर्णानां लोपानन्तरं नसि इत्यत्र अजादिः भवति, असि अस्तु अस्तु अस्तु लोपानन्तरं इत्संज्ञकवर्णानां लोपानन्तरम् अपि द्रष्टव्यं। तत्र सुप्रत्येषु पश्यामः चेत् यत्र टा भ्यां बिस् ने प्यां ब्यस् ने इति तत्र ङकारः इत्संज्ञकः अस्ति लशक्व तदिते, अतः ए अपि च पञ्चमी असि भ्यां प्यस् अस् ओस् आम् इ ओस् सुप् अतः इत्संज्ञकवर्णानां लोपानन्तरं द्रष्टव्यम्. अस्तु अस्तु, अधुना स्पष्टं. धन्यवादः भगिनी, क्षम्यतां. प्रश्न भगिनी, यस्मिन् विधिस्तदादो अल्ग्रहणे इति सूत्रे विधि यस् भवती अपि तत्र स्पीकर् फोन् मध्ये अस्ति वा, नो चेत् हेड्सेट् धारयतु. हेड्सेट् अस्तु भगिनि, अत्र इदानीं श्रूयते, इदानीं हेड्सेट् अस्ति, इदानीं सम्यक् अस्ति, वदतु. अस्ति अस्ति भगिनि, यस्मिन् विधिस्तदादौ अल्ग्रहणे इति सूत्रे यस्मिन् विधिः इत्युक्ते सत्त्वविभक्तौ विभक्त्यां भवितव्यं किं सप्तमीविभक्तौ अस्ति इत्युक्ते तत्र यै सुपि इति वदामः चेत् अत्र तत्र वंशी भगिनी वदतु, यै सुपि इति वदामः चेत् अत्र तत्र परिभाषा अन्यपरिभाषासूत्रस्य प्रसक्तिः अस्ति वा? आं भगिनि, तत्र ययि सुपि इति विशेषणविशेषभावः अस्ति, तत्र ययि इति विशेष्यमस्ति इति, क्षम्यतां, सुप् इति विशेष्यमस्ति, ययि इति विशेषणमस्ति. तत्र यत्र विशेषणविशेषभावः वर्तते तत्र येन विधिस्तदन्तस्य इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तत् सूत्रं न वदति कार्यं कुत्र भवति इत्युक्ते सर्वत्र भवति वा नो चेत् अन्त्यस्य भवति वा इति. तत्र येन विधिस्तदन्तस्य किं वदति, येन विधिस्तदन्तस्य किं वदति, यै वदामः चेत् किं वदति येन विधिस्तदन्तस्य, येन विधिस्तदन्तस्य मध्ये यत्र विशेषणविशेषभावः अस्ति तत्र तस्य अन्ते अपि भवतु, तत् अपि च तत्र यदि यै वर्णः भवति तत्रापि भवति, अन्यत्र सर्वत्रापि भवितुम् अर्हति न भवति भगिनि? हा, सर्वत्रापि इति नास्ति, तत्र केवलं यै इति एव सुप्रत्ययः अस्ति, यै प्रत्याहारस्य वर्णः एव सुप्रत्ययः अस्ति, अथवा नो चेत् तादृशसुप्रत्ययः यस्य अन्ते यै प्रत्याहारस्य वर्णः अस्ति, द्वयोः अपि ग्रहणं भवति तत्र. हा, तादृश अन्ते अपि तादृशवर्णः, तादृश वर्णः यत्र अन्ते अपि भवति तत्रापि भवितुम् अर्हति, परन्तु यदि वयं एतत् कुर्मः तत्र इष्टरूपं न प्राप्नुमः. तत्र स्पष्टीकरणार्थं यस्मिन् विधिस्तदादौ वल्ग्रहणे इति वार्तिकं कार्यं करोति, तत्र वार्तिकं वदति यत्र विशेषणविशेषभावः सप्तमी विभक्तौ अस्ति तत्र यत्र यै इति अस्ति तत्र विशेषणं यत् अस्ति तत्र आदौ अल् ग्रहणे आदौ अल् वर्णस्य आदौ अल् वर्णस्य ग्रहणम् एव भवतु, न तु सर्वत्र सर्वस्य इति यस्मिन् विधि सदादौ वल् ग्रहणे भवति वदति भगिनि. यस्मिन् विधि सदादौ वल् ग्रहणे वार्तिकमस्ति वा परिभाषमस्ति वा, मम भ्रमः अस्ति. वार्तिकमेव अस्ति भगिनि, भवती वार्तिकमेव उक्तवती किल, सूत्रं परिभाषा अस्ति इति चिन्तयामि, परिभाषा अस्ति. ओ, परिभाषा अस्ति, वार्तिकं नास्ति वा? न, वार्तिकं 29 1172 सूत्रमपि अस्ति, परिभाषा अस्ति. न न, एकक्षणम् एकक्षणं, यस् येन विधिस्तदन्तस्य इति सूत्रमस्ति, परिभाषा सूत्रं येन विधिस्तदन्तस्य, यस्मिन् विधिस्तदादौ वल् ग्रहणे इति परिभाषा अस्ति, एतयोः भेदः च किञ्चित् विवृणोति वा भगिनि इति चेत् लाभदायकं भवति. यस्मिन् विधि तदादौ वल् ग्रहणे इति परिभाषा अस्ति, अत्र पश्यतु अस्माकं सूत्रे अष्टाध्याय्याम् एव कानिचन सूत्राणि परिभाषासूत्राणि सन्ति, इत्युक्ते यत्र यत्र अस्माकम् अर्थविवरणार्थं क्लेशः भवति, अर्थ अवगमनार्थं क्लेशः यत्र भवति तत्र परिभाषासूत्राणि सहकुर्वन्ति, तानि परिभाषासूत्राणि अष्टाध्याय्यमेव सन्ति, अतः एव सूत्रम् इति वदामः, परिभाषासूत्रम्. परन्तु कुत्रचित् यत्र सूत्रेण परिभाषासूत्रेण अपि अवगमनं सम्यक् नास्ति तदानीं तत्र परिभाषाः सन्ति, परिभाषाः अष्टाध्याय्यां न सन्ति, तत्र परिभाषासूत्राणि इति नास्ति, परिभाषाः इति परिभाषेन्दुशेखरः इति ग्रन्थे परिभाषाः सङ्गृहीताः सन्ति. परिभाषाः अपि सहकुर्वन्ति कुत्रचित्, परन्तु तत्र अष्टाध्याय्यां न सन्ति. अत्र येन विधिस्तदन्तस्य इति परिभाषासूत्रम् अस्ति, यस्मिन् विधि सदादौ वल्ग्रहणे इति परिभाषा अस्ति, सूत्रं नास्ति परिभाषा अस्ति. बुद्धं वा? अत्र ञै सुपि इत्यत्र सामान्यतया अष्टाध्यायी इति ग्रन्थम् आधारीकृत्य पश्यामः चेत् ञै सुपि इत्यत्र अस्माकं ञै इति विशेषणमस्ति, सुपि इति विशेष्यम् अस्ति. अतः येन विधि सदन्तस्य इति सूत्रस्य सहायेन तादृशसुप्रत्ययः यत्र केवलं यै इति वर्णः अस्ति, नो चेत् तादृशसुप्रत्ययः यस्य अन्ते यै वर्णः अस्ति, द्वयोः अपि ग्रहणं भवति. यदि तथा अस्ति सुप्रत्ययेषु यै प्रत्याहारस्य वर्णः, तत्र भ्याम् इत्यत्रापि मकारः अन्ते यै प्रत्याहारस्य वर्णः अस्ति. अनन्तरं तत्र पश्यामः चेत् बहवः प्रत्ययाः सन्ति यत्र अन्ते यै प्रत्याहार अस्ति, इत्युक्ते भ्यां भ्यां भ्याम् इति त्रयः प्रत्ययः अस्ति, त्रयः प्रत्ययाः सन्ति यत्र यै प्रत्याहारस्य वर्णः अन्ते अस्ति. परन्तु एतादृशं भवति चेत् क्लेशः अपि भवितुम् अर्हति, यतोहि तत्र ब्यस् बिस् इत्यत्र अपि तत्र सूत्रस्य प्रसक्तिः स्यात् खलु. बिस् इत्यत्र सकारः अन्ते अस्ति, यै प्रत्याहारस्य वर्णः नास्ति. अतः अत्र यत्र सप्तम्यन्तपदद्वयम् अस्ति तत्र येन विधि सदन्तस्य इति कार्यं न करोति, परन्तु यस्मिन् विधि सदादौ वल्ग्रहणे इति सूत्रे इति परिभाषया, सूत्रं नास्ति परिभाषा अस्ति, परिभाषया यत्र सप्तम्यन्तपदद्वयं विशेषणविशेषभावः अस्ति, अपि च विशेषणं तत्र प्रत्याहारः अस्ति, विशेषणप्रत्याहारः अस्ति यत्र एकस्य वर्णस्य ग्रहणं भवति, तादृशसन्दर्भेषु तत्र आदौ ग्रहणं भवति, अल्वर्णस्य ग्रहणम् आदौ भवति. अतः ययादि सुपि इति वदामः, तादृशसुप् यस्य आदौ अल्वर्णः, आदौ यै प्रत्याहारस्य वर्णः इति अर्थः आगच्छति. अस्तु, बुद्धं वा? परिभाषा वार्तिकम् अनयोः भेदः कः भगिनि? हा, अत्र कोऽपि वदतु, अरुणा भगिनी वदतु, परिभाषा वार्तिकम् अनयोः भेदः कः? परिभाषा कार्यं न करोति, विस्तीकरणं करोति, वदन्तु वार्तिक वार्तिकमस्ति यत् न उक्तं सूत्रे तद् पदं सूचयति. सत्यं, समीचीनम्. इत्युक्ते अत्र आदौ तत्र पाणिनीयसूत्राणि सन्ति खलु, अष्टाध्याय्यां पाणिनीयसूत्राणि सन्ति, तस्य उपरि कात्यायनः इति एकः ऋषिः आसीत्, सः वार्तिकानि रचितवान्. तत्र वार्तिकस्य लक्षणं किम् इति चेत् यत्र सूत्रे यत्किमपि उक्तम्, अष्टाध्यायी इति ग्रन्थे यत्किमपि उक्तं तस्य स्पष्टीकरणार्थं किमपि वार्तिककारः वदति, अथवा सूत्रेषु किमपि न उक्तं तदपि वार्तिककारः उच्यते. तर्हि वार्तिकम् इति स्पष्टीकरोति, सूत्रस्य इतोपि विवरणं ददाति, सूत्रे किमपि न उक्तं चेत् तस्य स्पष्टीकरणार्थमपि किमपि उच्यते वार्तिके, तदेव वार्तिकम् अस्ति. वार्तिकस्य उपरि महाभाष्यकारः तत्र व्याख्यानं कृतवान्, भाष्यं लिखितवान्. इदानीं अत्र त्रिमुनिव्याकरणम् इति वदामः, तत्र पाणिनिः अस्ति, कात्यायनः अस्ति, अपि च पतञ्जलिः महाभाष्यं लिखितवान्. सो पतञ्जलिः अपि अस्ति त्रिमुनिव्याकरणं. तस्य उपरि अत्र परिभाषाः अपि सन्ति, परिभाषाः पूर्वमेव आसन्, सूत्राणां पूर्वमेव परिभाषाः आसन्. तेषां सर्वेषां परिभाषाणां सङ्ग्रहः कुत्र अस्ति इति चेत् परिभाषेन्दुशेखरः इति ग्रन्थे अस्ति. धन्यवादः भगिनी. अत्र परिभाषा अनन्तरं परिभाषासूत्रस्य च बलाबलचिन्तनं भवति वा, भिन्नभिन्नदेशात् स्वीकृत्य? इदानीमेव दृष्टं खलु बलाबलचिन्तनं, येन विधि सदं तस्य यस्मिन् विधि सदादौ वल्ग्रहणे, सत्यं बलाबलमेव खलु, बलमबलमेव. तत्र वयं किं वदामः, येन विधि सदं तस्य अत्र कार्यं न करोति, यस्मिन् विधि सदादौ वल्ग्रहणे इत्येव कार्यं करोति, तर्हि बलाबल किम् अस्ति, विप्रतिषेधे किमपि तथा न वक्तुं शक्नुमः. एकस्मिन् ग्रन्थे अस्ति चेदेव विप्रतिषेधे वक्तुं शक्नुमः. अपवादः इति अत्र अपवादः इति प्रायः वक्तुं शक्नुमः. अपवादः इति तादृश अपवादः नास्ति, यतोहि यस्मिन् विधि सदादौ वल्ग्रहणे अत्र कार्यं न करोति चेत् कुत्रापि अन्यत्र कार्यं न करोति इति तथा नास्ति. अत्र वस्तुतः इष्टसिद्ध्यर्थम् अत्र यस्मिन् विधि सदादौ वल्ग्रहणम् इति कार्यं करोति चेदेव अत्र इष्टसिद्धिः भवति. अतः अपवादः इति प्रायः वक्तुं शक्नुमः. अत्र भिन्नभिन्नदेशात् कार्यं करोति इति वक्तुं शक्यते वा? येन विधिस्तदन्तस्य च, येन विधिस्तदन्तस्य च यस्मिन् विधिः तदादौ अल्ग्रहणे इत्यस्य च पृथक् कार्यक्षेत्रम् अस्ति इति वक्तुं शक्यते वा? यत्र सप्तम्यन्तं पदम् अस्ति सूत्रे, किमर्थं पृथक् कार्यक्षेत्रम् इत्यस्य चिन्तनं किमर्थं? विप्रतिषेधे परं कार्यम् इति तु अष्टाध्यायमेव भवति. विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः किमर्थम् अत्र? न, विप्रतिषेधे परं कार्यम् इत्यस्य न, येन न अन्यत्र लब्धावकाशः इति भवती वक्तुमिच्छति खलु? अन्यत्र लब्धावकाशः इति चिन्तनं तदा एव भवति. अत्र सूत्रद्वयं ग्रन्थे अस्ति, अष्टाध्यायी इति ग्रन्थे अस्ति. इदानीं तत्र ग्रन्थे नास्ति खलु, अतः विप्रतिषेधम् अन्यत्र लब्धावकाशः इति तथा किमपि नास्ति अत्र. भगिनी, अस्तु भगिनी, धन्यवादः. भगिनी, अहं स्पष्टतया न अवगच्छामि. परिभाषासूत्रम् अनयोः भेदः अहं न अवगच्छामि भगिनी. परिभाषासूत्रं कुत्र अस्ति? परिभाषासूत्रं कुत्र अस्ति इत्युक्ते अष्टाध्यायम् अस्ति. नो, अष्टाध्यायम् अस्ति खलु, परिभाषासूत्रम् अष्टाध्यायम् अस्ति. इदानीं येन विधि सदन्तस्य इति परिभाषासूत्रम् अस्ति खलु? अस्तु, आम्, अष्टाध्यायमेव अस्ति सूत्रम्. इदानीम् अत्र कस्यचित् सूत्रस्य अर्थावगमनार्थं येन विधि सदन्तस्य इति सूत्रं सहकरोति इति परिभाषासूत्रं सहकरोति खलु? परिभाषासूत्रस्य स्वतन्त्रतया कार्यं नास्ति, स्वतन्त्रतया कार्यं नास्ति. परन्तु यत्र अस्माकं क्लेशः भवति, विधिसूत्रेषु क्लेशः भवति, तदानीं परिभाषासूत्रम् आगत्य सहकरोति, साहाय्यं करोति. सामान्यतया परिभाषा यानि परिभाषासूत्राणि अष्टाध्याय्यां सन्ति, तानि वयं प्रयुज्य एव वयं सूत्रार्थस्य निर्णयं कुर्मः इति सामान्यव्यवहारः. अत्र क्लेशः नास्ति खलु? अत्र क्लेशः नास्ति. हा, इदानीं ततः अग्रे कुत्रचित् अत्र अष्टाध्याय्यां यानि परिभाषासूत्राणि सन्ति तान् प्रबाद्य अन्याः परिभाषाः कार्यं कुर्वन्ति. ताः परिभाषाः परिभाषेन्दुशेखरः इति ग्रन्थे सन्ति. ताः परिभाषाः परिभाषेन्दुशेखरः इति ग्रन्थे सङ्ग्रहिताः सन्ति. तत्र पश्यामः चेत् तस्य यत्र यत्र अस्माकम् आवश्यकता अस्ति अस्माकं करपत्रे एव साक्षात् उल्लेखिता अस्ति. परन्तु भवन्तः द्रष्टुम् इच्छन्ति चेत् तत्र ग्रन्थे द्रष्टुं शक्नुवन्ति, परिभाषेन्दुशेखरः इति ग्रन्थे. भगिनि, यस्मिन् विधिस्तदादौ वाल्ग्रहणे इति वार्तिकम् इति मम अष्टाध्यायी सूत्रपाठः पुस्तके अस्ति. यस्मिन् किं? यस्मिन् यस्मिन् विधिस्तदादौ अल्ग्रहणे इति वार्तिकम् इति मम अष्टाध्यायी सूत्रपाठक पुस्तके अस्ति. येन विधि परिभाषा? नो भगिनि, येन विधिस्तदन्तस्य अधः स्थले इट् सेस् इट्स् वार्तिकं. यस्मिन् विधिस्तदादौ अल्ग्रहणे भगिनी, गतपाठे अपि अस्ति नेड् वशीकृति, तत्र वशीकृति यस्मिन् विधिस्तदादावल्ग्रहणे वार्तिकं 29 इति अस्ति. वार्तिकम् इति अस्ति वा? अस्तु, अन्यत्र कुत्रचित् परिभाषा इति लिखितम् अस्ति, अतः मम अस्तु, यत्किमपि भवतु, वार्तिकम् अस्ति चेत् वार्तिकम् इति वदामः, नो चेत् परिभाषा अस्ति चेत् परिभाषा इति वदामः. अत्र पुनः दृष्ट्वा वदामि अत्र वार्तिकं वा परिभाषा वा इति. षष्ठमे पाठे कृत् प्रत्ययाः अपि सार्वधा तत्र अस्ति, तत्र अन्ते. परन्तु अन्यस्मिन् पाठे तत्र परिभाषा इति लिखितमस्ति, अतः अन्यत्र करपत्रे अस्ति परिभाषा इति च. एवं वा, तत्र भ्रमः. दृष्ट्वा वदामि तत्र ग्रन्थे अस्ति वा इति दृष्ट्वा वदामि. नास्ति चिन्ता इदानीं. वार्तिकं वा वार्तिकम् अस्ति चेदपि सः करोति, परिभाषा अस्ति चेदपि सः करोति. इदानीम् अग्रे सर्तुं शक्नुमः खलु? न न, यस्मिन् विधे सदादवल्ग्रहणे इति परिभाषा अस्ति, इदानीमेव पश्यन्ती अस्मि. परिभाषेन्दुशेखरे अस्ति यस्मिन् विधि सदादवल्ग्रहणे इति, वार्तिकं नास्ति, परिभाषा अस्ति. मम पुस्तके वार्तिकं वार्तिकं नास्ति, परिभाषा अस्ति. इदानीमेव पश्यन्ती अस्मि, परिभाषा अस्ति. अस्तु, अतः तत्र कुत्रचित् भ्रमः भवितुम् अर्हति. अस्तु, इदानीम् अग्रे गच्छामः खलु. प्रश्नः अस्ति वा इतोपि? अस्तु, बहुवचने जल्लियत् इति रमा भगिनी पठतु. आम्, बहुवचने जल्लियत् अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशो भवति झलादि बहुवचनार्थ सुप्रत्यये परे. अनुवृत्तिसहितसूत्रं बहुवचने झलि सुपि अङ्गस्य अतः एत् वृक्षयोग सुप् सुप् स्थाने ए भवति वृक्ष ए सु वृक्ष वृक्षयोग सुप् वृक्ष ए सु वृक्षेषु आगच्छति. अदन्त अङ्गस्य ह्रस्व अकार अङ्गस्य अन्ते स्थितस्य अकारस्य एकारोदेशः भवति. वृक्ष इति वृक्ष इति पदं क्ष स्थाने अ स्थाने ए आगच्छति, अतः वृक्षे भवति एकारोदेशः भवति. जलादि बहुवचनार्थ सुप्रत्यये परे. जल इत्युक्ते झबगडग ह पर्यन्तम्. अतः अनुवृत्तिसहितसूत्रं तस्य प्रसक्तिः कारणात् वृक्षयोगसुप् स्थाने वृक्षेषु इति आगच्छति. अस्मिन् एतत् सूत्रं सुपि च स्थाने सुपि च वित् सुपि च प्रसक्तिः भवति बिकास् यनि झलि यनि झलि भ समानम् अस्ति, अतः तस्य प्रसक्तिः बहुवचने जल्येत् इति सूत्रस्य प्रसक्तिः अन्यस्थाने अपि भवति. वृक्षेभ्यः इति स्थाने अपि बहुवचने जल्येत् इति सूत्रस्य प्रसक्तिः भवति. भ अपि झल् अस्ति अतः. श्रूयते वा भगिनि? भगिनी गतवती. तस्य कनेक्षन् भङ्गम् अभवत्. तस्याः कनेक्षन् भङ्ग अभवत् इति मन्ये. भग्नः अभवत्, नाट् भङ्गं, भग्नः अभवत्. सुप्रत्यये परे बहुवचने जल्येत् एकः एकं सूत्रं सूत्रस्य प्रसक्तिः भवति. परन्तु भ्यस् प्रत्यये परे सुपि च बहुवचने जल्येत् द्वे सूत्रे अपि सूत्रस्य न सूत्रयोः प्रसक्तिः भवति. द्वयोः सूत्रयोः प्रसक्तिः भवति. बहुवचने चेत् क्षेत्रं लघु भवति, बृहत् भवति. बहुवचने जल्येत् झल् आगच्छति चेत् बहुवचने जल्येत् प्रसक्तिः भवति. बहुवचन झल् द्वे अपि आगच्छति चेत् भ्यस् झल् अस्ति न, अतः तुपि च क्षेत्रं तुपि च यनि यनि यनि सुपि च अङ्गस्य अतः दीर्घः. इदानीं तु अत्र तु बहुवचने झलि तो यनि सुपि बहुवचने झलि सुपि. कामन् थिङ्ग् इस् भ यनि सप्तु भ झलि हेस् भ इन् इट्. भिस् भिस् अपि कार्यं करोति किल, भिस् अपि बहुवचने अस्ति किल, भिस् अपि अस्ति. तत्र सूत्रम् अथो भिस् ऐस् इति सूत्रस्य प्रसक्तिः भवति. अस्तु, अथो भिस् ऐस् अपवादसूत्ररूपेण आगच्छति न बहुवचने प्रत्ययः न सुप्रत्ययस्ट् वृक्षेषु स बिकम्स् श बिकास् आफ् विच् वन् ऐ फर्गेट् दट् एकादेशप्रत्ययोः आदेशप्रत्ययोः आदेशप्रत्ययोः भगिनी अर्लियर् सुपि च तत्र सुपि इस् जस्ट् सुप् प्रत्ययः इसन्ट् इट्. अत्र सुपि इस् द 21st यनि सुपि च स्थाने सुपि सुप् प्रत्ययः भवति. अत्र तु सप्तमी बहुवचनं भवति. विजया भगिनी आगतवती. क्षम्यतां, तत्र मम इण्टर्नेट् भग्नः जातः. किं किं किं जातम् इदानीं? सूत्रार्थः स्पष्टः वा? बहुवचने जल्येत् इति सूत्रम् अवगच्छन्ति वा? तत्र प्रश्नः अस्ति वा? अस्तु, तत्र सूत्रं किं वदति इति चेत् अतः अङ्गस्य एत् भवति बहुवचने झलि, बहुवचने झलि सुपि. अतः अङ्गस्य एत् ह्रस्वकारः अस्ति अङ्गस्य अन्ते चेत् एकारादेशः भवति. सुप्रत्ययः कीदृशः इति चेत् बहुवचने भवेत्, केवलं बहुवचने एव इदं सूत्रं कार्यं करोति. बहुवचने बहुवचनान्तसुप्रत्ययः अपि च जलादिः स्यात्. इदं सूत्रं कुत्र कुत्र कार्यं करोति? अत्र शर्मिला भगिनी वदतु. भगिनी अस्ति वा? अस्मि भगिनी. बहुवचने झल्येत् यदा बहुवचनस्य सुप्रत्ययः अस्ति अपि च झल् आदौ अस्ति. हा, कीद् तत्र अस्माकं तत्र प्रत्ययः सन्ति खलु सुप्रत्ययः, एकविंशति सुप्रत्ययः, तत्र कुत्र कार्यं करोति बहुवचने झल्येत्? कुत्र कुत्र कार्यं सम्भवति? भ्यस् भ्यस् अपि कार्यं सम्भवति. कुत्र? भ्यस् अपि भिस् भ्यस् भ्यस् सुप्. हा, भिस् भ्यस् सुप् त्रिषु. हा हा, इति तृतीया विभक्ति बहुवचने कार्यं कर्तुं शक्नोति, चतुर्थी विभक्ति कार्यं कर्तुं शक्नोति, पञ्चमविभक्ति कार्यं कर्तुं शक्नोति, सप्तमविभक्ति बहुवचने कार्यं कर्तुं शक्नोति. इदानीं तत्र कुत्र प्राप्तिः अस्ति भगिनि? शर्मिला भगिनी, इदानीं सप्तमी एव प्राप्तिः अस्ति. हा, सप्तमीभक्तौ प्राप्तिः अस्ति खलु. वृक्षयोगः सु इत्यत्र वृक्षेषु, वृक्ष इत्यस्य ह्रस्वाकारस्य स्थाने एकारः वृक्षेषु. तर्हि बहुवचने जल्येत् इति सूत्रस्य कार्यक्षेत्रमस्ति सप्तमी विभक्तौ बहुवचने सुप्रत्यये परे वृक्षेषु, रामेषु, कृष्णेषु, यत्किमपि भवतु. मति न, मतीसु न, तत्र नास्ति. पदन्तमस्ति चेत् वनेषु इति तत्र पुल्लिङ्गपदम्, पुल्लिङ्गह्रस्वकारान्तपदमस्ति चेत् तत्र सर्वत्र दृश्यते. तत्र सर्वत्र एकारः दृश्यते. वनेषु, रमेषु सर्वत्र अस्ति इति तत्र सुप्रत्यये परे तस्य कार्यक्षेत्रम् अस्ति. सुपीच इत्यस्य कार्यक्षेत्रं कुत्र अस्ति? भ्याम् इत्यत्र सुपीच इत्यस्य कार्यक्षेत्रम् अस्ति. इदानीं द्वयोः अपि कुत्र प्रसक्तिः अस्ति? द्वयोः अपि विनय महोदय वदतु. अस्तु, शोभा भगिनी वदतु. भगिनी, तत्र बहु सुपीच इत्यस्य ययि परे यै प्रत्याहारे भा इति अपि अस्ति, अपि बहुवचने झल्येत् इत्यत्र अपि भा अस्ति. द्वयोः बहुवचने तु बहुवचने एव कार्यं करोति, अपि च सुपीच इति तत्र भ्याम् इति दृष्टवन्तः. तत्रापि बहुवचने भवितुम् अर्हति वा सुपि च? कुत्र? अनुवृत्तिसहितसूत्रं ययि सुपि च अङ्गस्य अतः दीर्घः. ओ अस्तु, तत्र हा दीर्घः भवति चेत् भ्याम् एव भवति. अन्यत्र कुत्र यै प्रत्याहार तु विस्तारः अस्ति. न न, तथा न चिन्तनीयं भगिनि. अत्र पश्यतु, अत्र कथं चिन्तनीयम् इति चेत् अस्माभिः प्रथमं किम् उक्तं? सुपीच इति सूत्रस्य कार्यं कुत्र कुत्र भवति इति उक्तम्. द्विवचने, तृतीया चतुर्थी पञ्चमी द्विवचने. हा, तृतीया चतुर्थी पञ्चमी द्विवचने प्रसक्तिः अस्ति. बहुवचने अपि प्रसक्तिः अस्ति खलु? अस्ति, परन्तु तत्र प्राप्तिः नास्ति. प्राप्तिः अस्ति वा नास्ति वा इति चिन्तयामः. द्विवचने तत्र तृतीया द्विवचने भ्याम्, चतुर्थी द्विवचने भ्याम्, पञ्चमी द्विवचने भ्याम्, तत्र केवलं सुपीच इत्यस्य का प्रसक्तिः अस्ति खलु? वृक्षाभ्यां वृक्षाभ्यां वृक्षाभ्यां. बहुवचने भिस् भ्यस् भ्यस् तत्र सुपीच इत्यस्य प्रसक्तिः अस्ति वा शोभा भगिनी? तत्र एव किञ्चित् क्लेशः भगिनी. तत्र प्रसक्तिः अस्ति भा इति अस्ति इति कृत्वा, किन्तु दीर्घः न भवति बहुवचने. हा, दीर्घः न भवति इति भिन्नविषयः. दीर्घप्राप्तिः नास्ति इति भिन्नविषयः. इदानीं चिन्तनं कुर्मः खलु. वर्णः अस्ति इति कृत्वा प्रसक्तिः अस्ति इति वा? हा, प्रसक्तिः अस्ति. भिस् इत्यत्र बकारः यै प्रत्याहारे अस्ति इति कृत्वा प्रसक्तिः अस्ति. तत्रापि द्विवचने प्रसक्तिः अस्ति, बहुवचने अपि प्रसक्तिः अस्ति, द्विवचने प्राप्तिः अपि अस्ति. यतोहि अन्यत् किमपि न प्रसक्तं तत्र. अतः वृक्षाभ्यां वृक्षाभ्यां वृक्षाभ्याम् इति भवति. बहुवचने प्रसक्तिः अस्ति, सुपिच इत्यस्य प्रसक्तिः अस्ति, भिस् इत्यत्र प्रसक्तिः अस्ति, भ्यस् इत्यत्रापि प्रसक्तिः अस्ति, अपि च पञ्चमे अपि प्रसक्तिः अस्ति. भगिनी उक्तवती सुपिच इति एव कार्यं करोति द्वितीय भ्याम्, यत्र यत्र भ्याम् इति आगच्छति इति. अधुना तत्र दीर्घ आकारः मा भवेत् इति बहुवचने झल्येत् इति एव कार्यं कर्तुं शक्नोति. हा, तत् कथम् इति पश्यामः इदानीं. बहुवचने झल्येत् एव कार्यं करोति इति वयम् ऊहं कर्तुं शक्नुमः, परन्तु किमर्थम् इति पश्यामः. इदानीं बहुवचने जल्येत् इति कुत्र कुत्र प्रसक्तम् अस्ति भगिनी? प्रश्नः अस्ति, अत्र द्विवचने अपि अम् औट् शस् इति अस्ति, शस् अपि ययादि अस्ति, जलादि अस्ति किल शस्? न न न, शकारः इत्संज्ञकः शस्, अस्तु शकारः इत्संज्ञकः अस्ति खलु लशक्वतदिते इत्यनेन इत्संज्ञकवर्णानां लोपानन्तरं द्रष्टव्यम्। अस्तु अस्तु भगिनि, धन्यवादः। इदानीं शोभा भगिनी वदतु, बहुवचने जल्यत् इति कुत्र कुत्र प्रसक्तम्? अत्र एकं प्रश्नम् किमर्थम् इति न अवगतं भगिनि। जल् जल् प्रत्याहारे सकारः अस्ति वा? जल् अस्तु, क्षमतां, जल् प्रत्याहारे अस्ति। आम् आम्, अतः सुप् इत्यत्रापि अस्ति खलु, सुप् अपि तस्यापि प्रसक्तिः अस्ति। चतुर्षु स्थलेषु अस्ति, अत्र चतुर्षु स्थलेषु सुपि च इति कुत्र कुत्र भवितुम् अर्हति? तत्र सुपि च अस्तु, सुपि च चतुर्थी पञ्चमी द्विवचने बहुवचने, बहुवचने द्विवचने प्राप्तिः अस्ति इति जानीमः, द्विवचनम् इदानीं त्यजामः। इदानीं कुत्र सुपि च बहुवचने जल्ये द्वयोः प्रसक्तिः अस्ति? त्रिषु स्थलेषु, हा, बिस् भ्यस् सुप् इत्यत्र खलु, सुप् इत्यत्र क्षम्यतां, सुप् इत्यत्र नास्ति, केवलं बिस् भ्यस् इत्यत्र एव द्वयोः सूत्रयोः प्रसक्तिः खलु। तत्र ययि सुप् सा नास्ति, सकारः नास्ति, सुप् नास्ति, अतः सुप् इत्यस्य कार्यक्षेत्रं बहुवचने जल्यत् इत्यस्यैव कार्यक्षेत्रं खलु। तत्र तु सुपि च कार्यं कर्तुं न शक्नोति, यतोहि ययादि नास्ति, नास्ति, अतः इदानीं पृथक् पृथक् कार्यक्षेत्रं पश्यन्ति वा? सुपि च इत्यस्य कार्यक्षेत्रं भ्याम् इत्यत्र भवति, तत्र तु बहुवचने जल्यत् इत्यस्य कार्यमेव नास्ति, नास्ति। सुप् इति सप्तमी बहुवचने, तत्र केवलं बहुवचने जल्यत् इत्यस्य एव कार्यमस्ति, सुपि च इत्यस्य प्रसक्तिः एव नास्ति, अतः वृक्षाभ्याम् इत्यत्र सुपि च इत्यस्य कार्यक्षेत्रं, वृक्षेषु इत्यत्र बहुवचने जल्यत् इत्यस्य कार्यक्षेत्रं, पृथक् पृथक् कार्यक्षेत्रम् अस्ति वा न वा? अस्ति भगिनि, तत्र तत्र सुपि च एव कार्यं करोति, बहुवचने झल्येत् इति सुप् इत्यस्य तत्र तदेव कार्यं करोति, अतः तत्र भिस् भ्यस् भ्यस् एतेषु एव द्वयोः सूत्रयोः प्रसक्तिः अस्ति। बहु समीचीनं, तावत् अवगतं वा? इदानीं तत्र एव क्लेशः अस्ति, भिस् भ्यस् इत्यत्र एव सूत्रद्वयं प्रसक्तमस्ति, अतः सङ्घर्षः अस्ति, किं सूत्रं कार्यं कुर्यात् इति सङ्घर्षः अस्ति तत्रैव। अवगतं खलु? इदानीम् अग्रे पश्यामः सङ्घर्षस्य निवारणं कथं भवति इति पश्यामः। सुपि च कार्यं करोति वा बहुवचने जल्यत् कार्यं करोति वा, किमर्थं? वयं जानीमः भ्यस् इत्यत्र बहुवचने जल्यत् इति कार्यं कृत्वा एव वृक्षेभ्यः इति रूपं भवति इति जानीमः। भिस् इत्यत्र सुपि च अपि च बहुवचने जल्ये द्वयमपि प्रसक्तं, परन्तु तत्सूत्रं द्वयमपि प्रपाद्य तत्र ऐस् इति आदेशः भवति, अतोबिस् ऐस् इति सूत्रेण ऐस् इति बिस् इत्यस्य स्थाने आदेशः भवति, अतः बिस् इति त्यजामः, वृक्षे वृक्षैः इति रूपमस्ति तत्र खलु, अतः सुपि च अपि कार्यं न करोति, बहुवचने जल्येत् अपि कार्यं न करोति, यतोहि तत्र प्रत्य आदेशः अस्ति, अदन्तम् अङ्गम् अस्ति चेत् बिस् स्थाने ऐस् इति आदेशः भवति, अतः वृक्षैः इति रूपमस्ति, अतः सूत्रद्वयमपि कार्यं न करोति, अतः एकः प्रश्नः पृच्छामि वा, तत्र तृतीय बहुवचने पुंलिङ्गे एव ऐः इति भवति किल, किन्तु स्त्रीलिङ्गे तिष्ठति, स्त्रीलिङ्गे न भवति, स्त्रीलिङ्गे न भवति, यतोहि आकारान्तः अस्ति खलु, केवलं ह्रस्वकारान्तः अस्ति चेदेव ऐस् आदेशः भवति, अङ्गं ह्रस्वकारः अस्ति चेदेव ऐस्, अस्तु तद् तदेव भवति किल भगिनि, नपुंसकलिङ्गे अपि ह्रस्वकारः अस्ति, यत्र यत्र ह्रस्वकारान्ताङ्गम् अस्ति तत्र भवति, स्त्रीलिङ्गे तु ह्रस्वकारान्ताङ्गं नास्ति खलु कुत्रापि। भगिनि एक प्रश्न अस्ति, अहं अद्भुतं कृतवान् प्रश्न अस्ति, यै सुपि च अङ्गस्य अतः दीर्घः, यदि वयम् अथ सम्बन्धे वदामः तर्हि तपरसूत्रस्य सन्दर्भे अपि वदतवान्, परन्तु भ्याम लताभ्याम् अपि अस्ति. किं लता स्त्रीलिङ्ग् अस्ति, परन्तु भ्याम् अस्ति लताभ्याम्. तत्र दीर्घत्वं नास्ति, तत्र दीर्घत्वं नास्ति, सुपि च इत्यस्य कार्यं नास्ति तत्र. तत्र प्रातिपदिके एव आकारः अस्ति इति कृत्वा लताभ्याम् इति अस्ति. तत्र दीर्घत्वं सुपि च इत्यस्य प्रसक्तिः एव नास्ति तत्र, अतः नास्ति खलु अङ्गम्, अतः प्रसक्तिः नास्ति तत्र. कार्यं कार्यक्षेत्र तत्र नास्ति, तत्र नास्ति. तत्र लताभ्याम् इति स्वाभाविकः अस्ति, लतायोगः अभ्यां वर्णमेलनं लताभ्यां केवलं. इदानीं सङ्घर्षस्य स्थलं किम् इति जानीमः, तस्य उत्तरं किमिति अग्रिमसप्ताहे पश्यामः. सर्वैः कृपया पुनः चिन्तयन्तु, सुप्रत्ययः के इति एकं पट्टिकां कृत्वा पुरतः स्थापयन्तु, नास्ति चेत् मनसि न सन्ति चेत् स्थापयन्तु पुरतः. सर्वे जानन्ति खलु सुप्रत्ययः के इति. एकविंशतिः प्रत्ययाः सन्ति. कुत्रचित् अन्य कोऽपि वदति किम्? आं भगिनी, विमला उक्तवती सु औ जस् जस् अपि जस् अपि हलादि प्रत्याहारे अस्ति किल? न, इत्संज्ञकवर्णानां लोपानन्तरं वदतु. अस् अस्ति खलु, सु औ अस् अम् औ अस् आभ्यां पिस् एभ्यां व्यस् अस् अस्भ्यां व्यस् अस् ओस् आम् इ ओसुप् इति. अस्तु, इत्संज्ञकवर्णानां लोपानन्तरं स्थापयन्तु पुरतः. भगिनि, सप्तमीविभक्तेः बहुवचने सुप् इति पित् अस्ति खलु, तत्र पित् इत्यस्य कोऽपि इम्पार्टेन्स् अस्ति वा? न, भवती वदतु, भवती जानाति पित्त्वम् इत्यस्य महत्त्वं के कुत्र? केवलं सार्वधात्मकप्रक्रियायां खलु, अत्र सार्वधात्मकप्रक्रिया अस्ति. अत्र किमर्थं पित् दत्तवन्तः? तावदेव, तदेव मम प्रश्नः. सुप् इति प्रत्याहारं वर्णयितुं तावदेव पकारः योजितवान् तत्र, यत्किमपि भवितुम् अर्हति, स्वेच्छया पकारं योजितवान् तत्र, पकारस्य किमपि महत्त्वं नास्ति, सुप् प्रत्याहारं कर्तुमेव नास्ति. सर्वत्र सुप् तिङन्तं पदं, सुप् तिङन्तं पदम् इति सूत्रमस्ति, तत्रापि सुप् अस्ति, बहुत्र सुप् इत्यस्य व्यवहारः अस्ति खलु, सुपि च इत्यत्र अस्ति. तत्र किमपि योजनीयं, तत्र पकारं योजयित्वा तत्र महत्त्वम् अस्ति वा नास्ति वा इति. परन्तु पित्वं तु तिङ् प्रत्ययविषये एव कार्यं करोति किल? तदेव उक्तं खलु. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी. धन्यवादः.